नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे तव्यत् तुमुन् तृच् इति पाठः, तत्र वयं गतसप्ताहे तस्य पुनःस्मरणम् आरब्धवन्तः खलु, तदेव अनुवर्तयामः। नमस्कारः भगिनि, उषा अस्मि। नमस्ते नमस्ते भगिनि। तत्र तृच् तुमुन् सव्यत् इति विधानार्थं विधिसूत्राणि नुवुल् तृचौ इति दृष्टवन्तः। नुवुल् तृचौ इत्यनेन तृच् प्रत्ययः, नुवुल् तृच् विहितौ इति। अनन्तरं तुमुन् प्रत्ययविधानसूत्रं तु तुमुन् नुवुलौ क्रियायां क्रियार्थायां, तदेव वयं गतपाठे तुमुन् इत्यस्य विषये एव कुत्र कुत्र भवति इति दृष्टवन्तः। तुमुण्णुवुलौ क्रियायां क्रियार्थायां 3-3-10 एकस्याः क्रियायाः साधनार्थम् अपरक्रियायाम् उपपदे सति भविष्यदर्थे प्रथमायाः धातुतः तुमुण्णुवुल् प्रत्ययौ भवतः इति तत्र दृष्टम् अस्माभिः। भविष्यदर्थे अन्यक्रियासाधनार्थम् एका क्रिया उपपदे सति तत्र तुमुण्णुवुल् इति प्रत्ययौ विहितौ इति। अनन्तरं तत्र उपपदं सप्तमीस्तम् इत्यनेन तत्र यः शब्दः सप्तमी विभक्त्याम् अस्ति तेन निर्दिष्टं पदम् उपपदसंज्ञा भवति इति। तत्र उपपदं सप्तमीस्तम् इति सूत्रं तद् केवलम् उपपद संज्ञाविषये तुमुन् विषये तु नास्ति। कदिमं सूत्रम् आसीत् एतद् न तुमुण्णुवुल पञ्चविषयाः आसन् खलु, समानकर्तृकेषु तुमुन् इति, येषां कर्ता समानः तादृश इच्छार्थकधातूनाम् उपस्थितौ तेषाम् उपपदसंज्ञां भवति सत्यां धातोः तुमुन् भवति इति तत्र द्वितीयम् आसीत्। देवदत्तः इच्छति भोक्तुं, तत्र एव देवदत्तः कामयते भोक्तुं, यद्यपि सः इच्छति अन्य अपि खादितुम् अर्हति, तत्र एव तत्र क्रियार्थायां क्रियायाम् इति अनुवृत्तिः न भवति समानकर्तृकेषु तुमुन् इत्यत्र इति अपि चर्चितम् अस्माभिः। अनन्तरम् अस्ति शक दृश ज्ञा भ्ल घट रभ लभ क्रम सहार्हा त्यर्थेषु सः अर्ह अस्ति इति अर्थेषु उपपदेषु धातोः तुमुन् भवति इति तृतीयं सूत्रम्। पर्याप्तिवचनेषु अलमर्थेषु अपि तुमुन् भवति, सामर्थ्यवाचकेषु परिपूर्णार्थवाचकेषु उपपदसंज्ञकेषु शब्देषु धातोः तुमुन् स्यात्। तत्र पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु अपि तत्र धातोः तुमुन् भवति, पर्याप्तः भोक्तुं, प्रवीणः भोक्तुं, कुशलः भोक्तुम् इति उदाहरणानि आसन्। अनन्तरं कालसमयवेलासु तुमुन्, तदेव पञ्च अभवत् खलु, पञ्च कालसमयवेला, एतत् कालार्थवाचकशब्देषु उपपदेषु तुमुन् भवति। समयः खलु स्नानभोजने सेवितुम् इति तत्र तुमुन् प्रत्ययस्य प्रयोगः। कालो भोक्तुं, समयः भोक्तुं, यत्र यत्र तादृश अर्थः नास्ति तत्र तु तुमुन् न भवति अपि दृष्टवन्तः खलु। अवसरो अयम् आत्मानं तद् नास्ति। एकम् उदाहरणं, कालः पचति भूतानि, कालः पचति भूतानि, यत्र तद् अर्थः कालसमयवेला इति काल तादृश अर्थः नास्ति तत्र तु तुमुन् तुमुन् प्रयोगः न भवति इति। पञ्चसु स्थलेषु तत्र तुमुन्। उषा भगिनी अवगतं खलु, भवती न आसीत् गत सप्ताहे? अस्तु भगिनि, पठितवती परन्तु सो पञ्चसु स्थलेषु तुमुन् भवति इति गतपाठे वयं दृष्टवन्तः। सव्यत् इत्यस्य आरम्भं कृतवन्तः, तव्यतव्यनीयरः इति भवती एव तद् वदति वा तव्यत् इति आरम्भं कृत्वा पठामः अद्य पठामः इति न पुनस्मरणं कुर्मः अस्तु भगिनि तव्यत् प्रत्ययः विधिसूत्राणि तत्सम्बन्धसूत्राणि च तव्यत् अनीयरः तव्यतव्यनीयरः 3196 धातुतः तव्यत् तव्य अनीय च प्रत्ययाः भवन्ति तव्यच्च तव्यश्च अनीयच्च तेषाम् इतरेतरद्वन्द्वः तव्यत् तव्य अनीयरः तव्यतव्य अनीयरः प्रथमान्तम् एकं पदमिदं सूत्रं प्रत्ययः परश्च धातोः इत्येतेषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः तव्यतव्यः च ओ तव्यः च द हेव् सेड् तव्यश्च ओके धातोः तव्यत् तव्य अनीयरः प्रत्ययाः परश्च अस्तु भगिनि धातुतः विधीयते तव्यत् तव्य अनीयर् प्रत्ययाः भवन्ति इति तव्य अत्र सूत्रे तव्यतव्य अनीयरः प्रथमान्तं प्रत्ययः परश्च धातोः अधिकारे सन्ति इत्यनेन प्रत्ययाः सन्ति धातुतः विधीयते इत्यपि अस्ति अग्रे पठामि भगिनि कर्तरीकर्त प्रत्येकं परिच्छेदं न पठामः जस्ट् ब्रीफ्लि वि विल् गो ओवर् तत्र तव्यतव्यरणीयरः इत्यनेन इति सूत्रेण तव्यत् तव्य अनियर् इति प्रत्ययत्रयं विहिताः अनन्तरं कर्तरीकृत् इत्यनेन कर्तरार्थे भवति बाधकसूत्रं वदतु भगिनि तयोरेव बाधकसूत्रं वदतु ओके तयोरेव कृत्यक्तकलर्थाः तयोरेव कृत्यक्तकलर्था कलर्थाः कृत्य थ खलर्थ च प्रत्ययाः भावार्थे कर्मार्थे च भवति एते त्रयः प्रत्ययाः कर्तरीकृत् इत्यनेन कर्त्रर्थे भवन्ति स्म तदा अनेन सूत्रेण उच्यते यत् कर्त्रर्थे न अपि तु भावार्थे कर्मार्थे च तयोः इत्यनेन पूर्वतनसूत्रं लः कर्मणि च भावे च अकर्मकेभ्यः इत्यस्मात् कर्मणि भावे इत्यनयोः अर्थः आयाति खलर्थः इत्युक्ते ये प्रत्ययाः खल् प्रत्ययस्य अर्थे भवन्ति खलः अर्थः खलर्थः षष्टितत्पुरुषः कृत्याश्च ताश्च खलर्थाश्च तेषामितरेतरद्वन्द्वः कृत्यक्तकलर्थाः तयोः सप्तम्यन्तम् एव अव्ययपदं कृत्यक्तकलर्थाः प्रथमान्तं त्रिपदमितं सूत्रं प्रत्ययः इत्यस्य अधिकारः अनुवृत्तिशक्तिसूत्रं कृत्यक्तकलर्थाः प्रत्ययाः तयोः एव अस्तु तयोरेव कृत्यक्तकलर्थाः अत्र सूत्रं वदति तयोः इत्युक्ते यत् पूर्वतनसूत्रं सूचयति लः कर्मणि च भावे च अकर्मकेभ्यः इत्यनेन कर्मणि इति कर्मणि भावे इत्यनयोः अर्थः आयाति परन्तु अत्र तयोः कृते एते प्रत्ययाः कृत्यप्रत्ययाः थप्रत्ययाः खलर्थप्रत्ययाः भावार्थे कर्मार्थे च भवन्ति इति कर्त्रार्थे नास्ति यतोहि पूर्वसूत्रं कर्तरीकृत् अपि अस्ति यद् 3467 ओके बट् लः कर्मणि च भावे च 3469 ओके सो कर्मणि च भावे च अकर्मकेभ्यः कर्मणि अकर्मके कर्मणि अपि च भावे इत्यनयोः अर्थः एव कृत्य थप्रत्ययः कलर्थ च प्रत्ययः भावार्थे कर्मार्थे एव भवन्ति यद्यपि कर्तरीकृत् इति आयाति कर्तरीकृत्यपि समीप एव स्थितः भवति परन्तु कर्त्रार्थे नास्ति कर्मणि भावे अर्थे एव एते प्रत्ययाः विधीयते इति कलर्थः किमपि उदाहरणं दत्तं 3470 इति खलु कलर्थप्रत्ययः like Vrishprapa, Su, something, something like that. We have Va. Tas Krutaha Kuto Bhavata Mukta Odane Ramana. Something like Dushya, Sus, something like that, Bhagini, I think. Kalate. Ishakaraha Kato Bhavata. This mat is made by little at a time by you. Tatra kalartaha kimasti. Dushkaraha ivata. Ah, dushkaraha. Ishatkaraha, sukaraha. Kalpatya sakhaime vate bhavati iti chintayani. Kim mahodaya? Kalliti pratyaya tasvinarte eva ishatkaraha, dushkaraha iti tasvinarte. तदेव मम त्री त्री वन् त्री त्री वन् टु त्री इति कल् प्रत्ययः कलर्थे कल् इति ईदृश सुषु कृच्छ्र कृच्छर्थेषु कल् इति सूत्रं त्री त्री वन् टु त्री इति हार्ड् डिफिकल्ट् लैट् ईजि ओ लैट् ईसि इत्यत्रापि कल् एव भवति ईषद् दूर सु ओ सम्यक् भगवद्गीतायाम् अस्ति भगिनि भगवद्गीतायाम् अहं श्रुतवती दुष्प्राप इति मे मतिः दुष्प्राप दुष्प्राप कल् कल् इति वा ओ श्रुतवती भगिनि अत्र दुष्प्राप इति प्रायः इति तत्र प्रादिसमासः इति चिन्तयामि दुःखेन प्राप्त प्रत्ययः खलु न न नाट् प्राप दुष्प्राप इति प्राप प्राप इति इति प्रापः इति दूरसु आर् कम्बैण्ड् वित् उपपद समीचीनं दुष्प्राप सम्यक् ईषद् भोजः सुकरः दुष्करः अनन्तरं दुर्भोजः सुभोजः इत्यपि अस्ति ओ सम्यक् खलत्त अस्तु एतद् दृष्टम् अतः तयोर् तस्य बाधकसूत्रम् इत्युक्ते तव्यत्तव्यनीयरः इत्यस्य बाधकसूत्रं तयोरेव तृत्यक्कलर्थाः तृतीयप्रत्ययः भावार्थे कर्मार्थे च भवन्ति इति वदति ते किमस्ति कृत्याः इति एकं सूत्रमस्ति कृत्संज्ञकाः कृत्याः सो अनेन सूत्रेण एते प्रत्ययाः उक्ताः इत्युक्ते तव्यत् तव्यत् च अनियर् केलिमर् यत् न्यत् क्यपं चापि कृत्यान् सप्त प्रक्षक्षते सो तव्यस्तव्य अत्र एव कृत्याः इत्यस्य अधोभागे अनेन सूत्रेण एते प्रत्ययाः उक्ताः तव्यस्तव्य अनियर् केलिमर् यत् न्यत् क्यप् इति सप्त प्रत्ययाः कृत्यः कृत्याः इति सूत्रेण उक्ताः ते सर्वे कृत्यसंज्ञकाः महोदय वदति वा इदानीम् अर्हे कृत्यतृष्टश्च अर्हे अत्र अर्हे कृत्यतृचश्च इति सूत्रं वदति अर्ह नाम योग्यता कर्तृवाचकार्थे कृत्यप्रत्यय कृत्प्रत्यय विधिलिङ्लकारः विधीयते इति अस्ति अत्र योग्यतार्थे कृत्प्रत्ययः योग्यकर्तृवाचकार्थे योग्यः इति तथा अथवा तदपि भवति कृत्यप्रत्ययः भवति सृच् प्रत्ययः भवति विधिलिङ्लकारः अपि भवति इति अस्ति अत्र दत्तमस्ति भवता खलु कन्या वोढव्या इति तर् भवान् योग्यः अस्ति इति भवता खलु कन्या वोढव्या इति योग्यकर्तृवाचकर्ते इति अथवा प्रायः नप्रत्यय वाच्य भवता खलु कन्या वाच्य वहनीया इति कृत्यप्रत्ययः तत्र तव्यत् तव्यनीय क्षम्यतां तव्यत् नत् अपि च अनियत् प्रत्ययः योग्यतार्थे अग्रे तत्र भवान् खलु कन्यायाः ओडा इति तत्र भवान् खलु कर्तरर्थे अस्ति खलु अत्र भवता खलु इति कर्मणि भवति अत्र भवान् अत्र कन्या भवान् कन्यायाः ओडा इति अत्र षष्ठी भवति कर्मणि कर्तकर्मणो कृति इत्यनेन तत्र कन्यायाः इति कन्यां वहेत् इत्यर्थे कन्यायाः ओडा इति षष्ठी भवति कन्याम् इति कर्मणः षष्ठी भवति ओडा इति कृत् प्रत्यय अस्ति कर्मणो कृति इत्यनेन भवान् अत्र विधिलिङ्गकार अपि भवान् खलु कन्यां वहेत् इति भवान् तया सह विवाहः कर्तुं योग्यः इत्यर्थः भवति इति अस्ति अत्र अत्र वहु प्रापणे इति धातुः वहु प्रापणे इति धातुः कुत्र अस्ति वहु आं वहु इति खलु ओडव्य सत्यं वहु धातु खलु सहि वहो ओत् इति भवति अत्र ओडः आम् इति अर्हे कृत्य तृचश्च इति सूत्रम् अग्रिमं महोदय तया सह विवाहं कर्तुं योग्यः इत्यर्थः कन्यया सह विवाहं कर्तुं योग्यः वै तया देन् तया सर्वनामपद तृतीया इस् ओके भगिनि बट् तया पुल्लिङ्ग खलु तेन इति पुल्लिङ्गः पुल्लिङ्गं खलु ओ ओ तया तया अस्तु तया स्त्रीलिङ्गं तदेव भवति तद्भवति भगिनि अद्य किमपि समस्तपदमासीत् सक्तः इति सक्तयोः इति किमपि एकं समस्तपदमासीत् बहु घण्टानि अभवत् मम तस्य विग्रहवाक्यं लेखितुं सक्ति सक्ति इत्येव अहं चिन्तितवती अनन्तरं तत्र पुनः पठामि तत्र सोः इत्येव अस्ति किमर्थम् अहं सक् चिन्तितवती एतत्तु सक्त आकारान्तस्त्रीलिङ्गपदमासीत् अहं तु इकारान्तस्त्रीलिङ्गम् इति स्वीकृत्य तस्य विग्रहवाक्यं बहुवारं लिखन्ति आसम् ओ मै गाड् तादृशं भवति इट् लैक् सिक्स् इन् योर् हेड् अण्ड् शक्ति किं प्रत्ययः इति चिन्तयित्वा तत्र देन् इट् वास् सक्ता आसक्ता सक्ता इति वन् आफ् दट् यादवाभ्युदय श्लोका समासविषयः कम्पेरिङ्ग् मै भगवद्गीता हेस् सारा बट् द वर्ड्स् यूस्ड् बै कृष्णा इस् मोर् ईजियर् टु easier in grammatical point of view vedanta desika yadava abhyudaye tasya padhani bahu klishtani tattu vyakarana ritya avagantum to shravyam iti bahu ruchikaram asti the meanings are very simpler parantu tatra ekam ekam padam kalu tasya yada samasa एकं पदम् आसीत् क्वसु प्रत्ययान्तपदं तदपि क्वसु इति कः प्रत्ययः अत्र योजितः तेन देन् डिक्षनरि डिड् नाट् हाव् दट् वर्ड् अट् आल् देन् सम्वेर् मोनियर् विलियम्स् हाड् द प्रातिपदिकं then from there to Twasu, my God. What is this? Narayani Eva. This is Yadava Abhyudayam. Vedanta Desham. Yadava Abhyudayam, I think it has some 23 or 24 chapters. So the first chapter they are doing in Vyomano. This is ocean, but in it, too much of pressure. total brain workout bhavati. You sit with that and each word, if you analyze, then that time I was thinking, the Bhagavad Gita, tatra vyakarana ritya saralaha asti. Parantu, sarasa, of course, Vedanta, it is there. Parantu, etatru saha jatila padani. Sarvatra, ekam vishayam vaktum saha dirga dirga samasa prayukta. Oh, but tatparyam it Vaishnava literature. Krishna se tata eva. Arambhat yadukulasya arambhat idanimeva tatra, I think it's 15 or 16 shloka, yadu has been born. Yadu jataha. So nahushaha tasmat yayatihi, nahushaha yayatihi idanim yadu. So Krishna itself is not born still. So, tatra purnataya tasya abhyudaya. Kati shlokani santi bhagini? In prathama adhyaya shata 100. Oh, astu. So, tatra tasya samasta padani. Tadrisham eva chintita tatra. Sakti iti. Tepa kimartam na agachati. Anantram tattu sakta asipati. Astu. Samyatam bhagini. Strilingam eva. But we always have that tin pratyaya in our mind. Kalu tatra tin ityukte ti iteva bhavati iti. So that is fixed. So na etato ta iti. Tadrisham. Maam mahodaya krima. Krityascha. Krityascha iti. Krityascha iti. Avashyakata adhavaranya. ऋणविशिष्टः इत्य एतादृशेषु वाच्यार्थे धातुमात्रात् कृत्संज्ञकः प्रत्ययः भवति. तत्र अस्मात् पूर्वं यत् सूत्रमस्ति आवश्यक आधवर्णयोः निनि इति तस्मिन्नेव अर्थे निनिप्रत्यय विधीयते. किन्तु कर्त्रार्थे निनिप्रत्यय कर्त्रार्थे कृत्य इति कर्मणि अर्थे इति कृत्वा तत्र ऋणविशिष्टार्थे आवश्यकार्थे तत्र धातुतः कृत्यसंज्ञकः भवति. तत्र निदर्शने आवश्यकार्थे इति भवता खलु अवश्यं कटः कर्तव्यः इति तत्र आवश्यकार्थे इति अवश्यं कटः कर्तव्यः इति अर्थे तत्र कर्तव्यः करणीयः कार्यः इति तत्र धातुमात्रार्थे अत्र अवश्यमिति योजनीयं भवति. तत्र आवश्यकं द्योतयितुम् आवश्यकार्थे तत्र भवता करणीयः कर्तव्यः करणीयः कार्यः इत्युक्ते अवश्यं करणीयः इति अर्थः भवति. अवश्यं करणीयः इति अवश्यं हरिः सेव्यः इति भवता हरिः सेव्यः अवश्यं सेव्यः इति अर्थः. तत्र अग्रे अत्र सेव्यः इति कथम् इति सेव् दातु खलु अतः तत्र नेट् प्रत्ययः भवति सेव्यः नेट् इत्यनेन हलन्त अस्ति चेत् नेट् प्रत्ययः सेव्यः इति भवति. ऋणविशिष्टार्थे किमस्ति अत्र तत्र दातव्यं देयम् इति भवता दातव्यं शतं दातव्यं शतं देयम् इति ऋणविशिष्टार्थे भवता अवश्यं दातव्यं तत्र शतं दातव्यं देयम् इति अर्थे तत्र नाम शतस्य रूप्यकाणां दानयोग्यं ऋणम् इति तत्र अस्ति. अत्र देयमिति दातुः खलु अत्र यत् प्रत्यय अजन्त अस्ति चेत् अपि च दातव्यम् इति तव्यत् प्रत्ययः अस्ति भवता शतं द्वये भवति खलु आवश्यकः आधर्म्यः आधर्मण्य किं महोदय एतत् आधमर्ण्य आधमर्ण्य इत्युक्ते ऋण ऋणविशिष्टार्थे अस्तु आधमर्ण्य आधमर्ण्य अस्तु ऋणविशिष्टः एतेषु भवति वा इति प्रत्ययसंज्ञकः इत्युक्ते तत्र सप्तप्रत्ययः अपि भवति खलु आमां सव्यत् सव्यानि केलिमर् यत् न्यत् क्यप् कृत्याश्च पश्यामः उदाहरणानि सन्ति वा इति 3 3 1 7 2 तत् सूत्रसङ्ख्यादोषाय वा 3 3 1 1 7 1 हा कृत्याश्च प्रयोगे स्थिति कृत्वा न दत्तमिति चिन्तयामि प्रयोगे तत्र कुत्रचित् न भवति खलु सहस्रं देयं शतं दातव्यम् एतदेव अस्ति तत्रापि विशेषविहितेन निनिना बाधयेरन् कर्तरि निनि भावकर्मणोः कृत्याः तत्र कुतो बाधप्रसङ्गः तत्र केचिदाहुः भव्यगेयादयः कर्तृवाचिनः कृत्याः त इह उदाहरणम् इति निनी बाधयति वा निनिना बाधयेर ओ अवश्यं करणीयः अवश्यं कार्यः भवता खलु अवश्यं कर्तव्यम् तदेव उक्तम् अत्र अवश्यं कृत्यः अधमर्ण्ये भवता शतं दातव्यं सहस्रं देयं किमर्थम् इदं यावता सामान्येन विहिता अस्मिन् अपि विषये भविष्यन्ति विशेषविहितेन निनिना बाधयेरन् यदा विशेषेण विहितः तदा निनि प्रत्ययेन बाधयेरन् सम्भावना खलु बाधयेरन् कर्तरि निनिः भावकर्मणोः कृत्याः सो तत्र कुतः बाधप्रसङ्गः इति ते एव पृच्छन्ति तत्र केचिद् आहुः भव्यगेयादयः कर्तृवाचिनः कृत्याः त इह उदाहरणम् इति भव्यगेय इत्यस्मिन् तत्र कर्तृवाच्ये भवति वा तत्र तेषां कर्तृवाच्ये भवति वा भव्यगेय स्पेशलि रेफर् टु द एजेण्ट् आफ् द प्रापर् एक्साम्पल् बि गिवन् नाट् एक्साम्पल्स् आफ् मिथ्या वर्ड्स् फार्म्ड् इन् जनरल् इति लिखति किमर्थं तस्य विषये अत्र तु न चर्चितम् अत्र भवति इति अद्य प्रत्ययेन भवान् निनि प्रत्यय खलु तस्य कथं भवति वेल् टु रिमूव् आम् तस्य वर्ड् लैक् भव्य गेय भव्यगेय इति अस्य उदाहरणं नास्ति वा भव्यगेयादयः कर्तृवाचिनः कृत्याः कर्तृवाचिनः कृत्याः स इह उदाहरणम् इति इहोदा अवश्यङ्कारी इति अवश्यं अवश्यङ्कारी निनिप्रत्यय अवश्यं करोति शतं दारी शतं रूप्यकाणि दातव्यानि इति ऋणिनाशः इति तत्र निनिप्रत्ययेन मिलति शतं दारी आवश्यकम् आवश्यकम् अवश्यङ्कारी यतो कृत्यप्रत्यय भवन्ति अस्मिन् प्रसङ्गे किन्तु कर्मार्थे भावार्थे इति उक्तम् अत्र अत्र बहु किमपि न दत्तम् निनिना बाधितु बाधयेरन् खलु सम्भावना अत्र बाधयेर सम्भावना बाधा नास्ति इति उक्तं खलु अत्र सूत्रे कृत्यास इत्यस्मिन् तत्र कर्तार्थे भवति निमित्तस्य. आम् सत्यं सत्यम्. अत्रैव उक्तं महोदय द्वितीयपङ्क्तौ आवश्यक अनेन तस्मिन् एव अर्थे निनि प्रत्ययः विधीयते किन्तु कर्त्रा अर्थे अवशङ्कारी सतन्दारि निनि एव खलु सत्यम् अस्तु. भवान् सतन्दारी इति भवति वा सतन्दारी इति कर्त्रा अर्थे खलु कर्त्रार्थे शतं रूप्यक दातव्यानि इति अर्थे शतन्दारी सः शतन्दारी इत्युक्ते शतं तेन शतं देयम् इति भवति खलु अवश्यं देयं शतन्दारी सहस्रन्दारी कोटि कोटिदारी इति कोटिदारी सः तु गतवान् खलु वित्तकोशे वित्तकोशेभ्यः आमां वित्तकोशाय वित्तकोशेभ्यः शतं शतं शतं शतं पद्म अग्रे भवति कोटि अपि नास्ति अधिक इतोपि अधिक सः तु न आगच्छति पुनः तावत् तत्तु गतम्. अस्तु अरुणा भगिनी. आं भगिनि नमस्कारः भगिनि. नमस्ते. पञ्च अतः अर्थाः तु समाप्ताः, इदानीं पञ्च उपाङ्गानि संक्षिप्तेन वदतु भगिनि. पञ्च उपाङ्गानि यदा आदधातुकप्रत्ययः दातव्यः विधीयते तदा अङ्गकार्यात् प्राक् पञ्च उपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति. वयम् अधुना तव्य तुमुन् तृच् प्रत्ययः आददातुकप्रत्ययः तद्विषये पञ्च उपाङ्गानि कार्याणि करणीयं. प्रथमं पञ्चाङ्गानि के इति चेत् प्रत्यय आदेशः, धात्वादेशः, इदागमः, अतिदेशः, द्युत्तम अभ्यासकार्यश्च. प्रवर्तमाने पाठे तव्य तुमुन् तृच् इत्येते त्रयः अपि आर्धधातुकसंज्ञकाः, अतः उपरि उक्तानि पञ्च उपाङ्गानि चिन्तनीयानि. येषु त्रिषु प्रत्यादेशः प्रत्ययादेशः न भवति न वा दत्तम् अभ्यासकार्यम्, अतः विशिष्यते त्रीणि उपाङ्गानि धात्वादेशः, इडागमः, अतिदेशः च. ओके, अधुना तदर्थं पञ्च उपाङ्गानि अस्ति, परन्तु तव्य तुमुन् तृच् विषये केवलं धात्वादेशः, इडागमः, अतिदेशः इति चिन्तनीयम् आवश्यकमस्ति. अन्य उपाङ्गानि अस्ति आदेश प्रत्य आदेशः दत्तं न भवति, केवलं इडागमः, अतिदेशः, धात्वादेशः एव भवति. प्रथमं धात्वादेशः वयं पठितवन्तः पूर्वम् अस् धातु अस्तेर्भूः इति सूत्रेण अस्तेर्भूः इति सूत्रेण अर्धधातुकव्यवस्थायाम् अस् धातुस्थाने भू आदेशो भवति. अनेकाश्चित् सर्वस्य इत्यनेन आदेश सर्वस्य स्थाने न तु अन्तस्य अस्तेः सत्यन्तं भूपदमान्तं त्रिपदमिदं सूत्रम् अर्धधातुके इत्यस्य अधिकारः अनुवर्तिसर्व अस्तेः भूः अर्धधातुके अस्तातु अस्ति चेत् भू इति आदेशः भवति सर्वत्र अर्धधातुकप्रत्यये. अन्यमस्ति ब्रूज् धातुः ब्रुवो वचि इति सूत्रेण वक्तव्यं भूस्थाने वच् प्रत्यय आगच्छति द्रुभोवचि इति वचस् आदेशो भवति अजधातुकविषये. छिङ् छिङ् धातुः अपि छिङ् क्याङ् इति सूत्रम् अत्र रूपद्वयम् अस्ति. किमर्थम् चेत् पदं वदामि, ख्यातव्यं क्षातव्यं ख्यातुं क्षातुं ख्यात ख्याशत क्षात. अच्छिङ् सूत्रे धातोः आदधातुकप्रत्यये ख्याङ् आदेशः भवति. अत्र ख्याङ् इति उच्चेन केवलं खाङ् अत्र भाष्यकार वदति यत् काशिकादिः अयम् आदेशः इत्युक्ते आदेशः ख्या न अपि तु कश् तदा चत्व आदेशेन कषा भवति क्षा भवति. अपि च पूर्वत्र सिद्धमिति आददातिके अधिकारे एकं वार्तिकमस्ति, क्याङ्क्ष शस्ययो वक्तव्य. अनेन क्याङ् इति आदेशस्य सकारस्य विकल्पेन यकार आदेशो भवति. फलितार्थमस्ति अयं यत् आदिदौतिकप्रत्यये परे चर्चिक् धातोः ख्याङ् क्षाङ् इति द्वौ उपदेशो सिद्धौ. चिङ् षच्छिङ् ख्याङ् इति सूत्रे षच्छिङ् एव ख्या एव आदेशः भवति. परन्तु भाष्यकारः वदति केवलं ख्याङ् नाति ख्या अपि भवति इति. ख्याङ् इति क्षाङ् इति सस्य यो वा वक्तव्यः. किमर्थं भगिनि, कथं वदनीयं भगिनि? चाय् शस्य यो वा वक्तव्यः इति किमपि वार्तिकमस्ति, तस्मिन् वार्तिके अस्ति इत्युक्ते पूर्वतर सिद्धम् इति अधिकारे एकं वार्तिकम् उक्तम्. अतः तत्र शकारस्य इत्युक्ते क्षाय् इत्यत्र ण्यकारः अस्ति खलु, तत्र आदेशस्य शकारस्य विकल्पेन यकार आदेशः भवति. अतः क्याङ् इति भवति. एतत् एतानि सर्वाणि सूत्राणि अग्रिमपाठे अपि पुनः आगच्छति. यत्र यत्र वयम् आर्धधातुकप्रकरणस्य पाठाः सन्ति खलु, तत्र सर्वत्र धातु आदेशः समानं भवति खलु. अस्तेर्भुः रुवो वचि क्षिङ्क्याय् अजेर्व्या गैपोः तत्र वेतव्यं वेतुं वेता चतुर्थम्. अनन्तरं तत् किं तावदेव खलु, तावदेव चत्वारः आदेश उपदेशे शिति तु वयं ज्ञातमेव. व्यय् इत्यस्य आत्वं भवति, एजन्तस्य धातोः आत्वं भवति, नातुषिति. एतद् बहु दीर्घतया अस्माभिः चर्चितमपि खलु, एतद् प्रसज्य प्रतिषेध एजन्तः ग्लातव्यं ग्लातुं ग्लाता इति. अग्रिमपाठे अपि एतद् सर्वं भवति एव. प्रश्चोरोरुपदायाः रम्यान्यतरस्याम् इति अपि तत्र भवति. आर्धधातुकप्रत्यये परे रम् आगमः विकल्पेन भवति इति. तद् भ्रष्टव्यम् इति रूपं, तदभावे द्रष्टव्यम् इति रूपम्. मूले क्षा इति आदेशः वक्तव्यम् आसीत्, तद् क्या इति उक्तम्, अतः एव तद् रूपद्वयं कथं वा इति. क्षाय भवति यदि क्षा इति कथं वा भवति इति खलु. तत्र क्षा इत्येव मूलादेशः, अनन्तरं विकल्पेन यकार क्या इति भवति. सत्यं क्याय् क्षाय् अधुना अद्य धातुः अज् धातुः मया तु उक्तं खलु, अग्रे पठतु व्रज अपि मया उक्तं, मीनाति मिनोति दीङ्गां ल्यपि च, तत्र किं भवति इति वदतु. मिङ् मिङ् दीङ् इति धातुत्रयं, मीनाति मिनोति दीङ् ल्यपि च, सूत्रं वदति मिङ् धातु हिंसायां क्रयाधिगणे स्वादिगणे धूमिङ् प्रक्षेपणे अर्थे देवादिगणे दीङ् इति अपि क्षये इति अर्थे धातूनाम् अन्तस्य अलहस्थाने आकारादेशो भवति लपि विषये एच् निमित्त सिद्भिन्नः प्रत्यय च विषये. मीदिङ् यदा गुणः वा वृद्धिः वा जायमानः तस्मात् एकारे वा ऐकारे वा जायमानः तत्पूर्वं तानि आकारादेशः भवति. अनुवृत्तसहितं वदति मीनाति मिनोति दीङ् लपि च ये च उपदेशे अस्ति. सूत्रं वदति त्रय तवः विषये गुण वृद्धिकार्यं जायमानः अस्ति चेत् अत्र समये दीर्घ आकारः आदेशः भवति इति दत्तम्. सत्यम्. अतः रूपं किं भवति भगिनि? नीङ् धातुः नीङ् उपरि एव दत्तं, प्रमातव्यं, प्रमातुं, प्रमाता मीङ् अपि मा भवति, डीङ् दा भवति. अतः तदेव रूपं भवति, तत्र आत्वं भवति. एच् निमित्त शिद्भिन्नप्रत्यये विषये इति विभाषा लीयते इति अपि वदतु भगिनि. विभाषा लीयते लिङ् श्लेषणे, ली श्लेषणे क्रयादि धातु द्वयमस्ति, लिङ् दिवादिगणे लिङ् क्रयादिगणे अपि विकल्पेन आत्वादेशः भवति एचः विषये. तद्वक्तमस्ति पूर्वसूत्रं सामान्यतः लिङ् धातुतः विकल्पेन आत्वादेशः भवति यत्र वृद्धि गुण वृद्धि जायमानः अस्ति चेत् निमित्तमस्ति एच् निमित्त सिद्भिन्नप्रत्ययविषये विकल्पेन भवति. ली विक ला भवति अत्वाभावे केवलं विलेतव्यम् इति भवति. कुकन्दलघुपदस्य गुणं भूत्वा विलेतव्यं विलेतुम् आत्वमस्ति चेत् विलातव्यं विलातुं विलात भवति. समीचीनं, सम्यक् भगिनि, धन्यवादः. धन्यवादः. विभाषा लीयते महोदय. गुः संव संवरणे गुदुपदाय गोः गुः इति गुः इति गुः धातुः अस्ति. ऊदुपदगोः इत्यनेन तत्र ऊत् भवति अजादि प्रत्ययपरे इति अस्ति. अजादि अस्ति कदा गुः इति ऊदित अस्ति, अतः वेट् अस्ति. अतः यत्र विरागः भवति तदा अजादिः भवति. तर्हि गोहः इति उक्तं, तर्हि अत्र अजादिगुणनिमित्तिकप्रत्ययपरे तत्र न तु गुणः भवति तत्र तत्र दीर्घ उकारः भवति. अतः गुः इत्यस्य तव्यम् इत्य गूहितव्यं, गूहितुं, गूहिता इति यदा इडा इडादिपक्षे इडागमपक्षे अनिडादिपक् अनिट्पक्षे तत्र सामान्यगुणः भवति गोढः इति कार्यं भवति. गोढव्यं, गोढुं, गोढा इति श्लोकं भवति. सत्यम्. अजादिप्रत्ययभावे तत्र उत्वं नास्ति. इदागमपक्षे तु अजादिप्रत्ययः अत्र अत्र भवति. ऊहितव्यम् ऊदुपदायाः भोगः अस्तु चिकीर्षा इति सनन्तधातुः तस्य विषये किं महोदय तत्र चिकीर्षा इति तत्र इडागमयुक्ता अस्ति तत्र अतोलोपः इति कार्यं करोति अतोलोपः इति आर्धातुके उपदेशे इत्यनेन तत्र चिकीर्षयोग चिकीर्षितव्य इति तत्र अकारस्य लोपः भवति अङ्गस्य लोपः अतः चिकीर्ष इति अजन्तधातुः अस्ति अतः आर्धातुके प्रत्यये परे तत्र लोपः भवति अतो लोपः इत्यनेन अनेकाल् अस्ति केवलम् अत्र किमपि नास्ति अनेकाल् अस्ति इदानीं भवत्येव चिकित्सितु अत्र तु अस्माकम् अचपरस्मिन् पूर्वविधौ इत्यस्य प्रयोगः न भवति खलु उपादायां तु न तत्र यदि अस्ति चेत् भवति इदानीं तत्र उपादायं दीर्घ इकारः अस्ति चिकीर्ष इति अस्ति अतः यदि उपादायां लघु इकारः अस्ति चेत् तत्र भवितुम् अर्हति गुणस्य भागः भवति इति अस्ति सत्यं सत्यम् तत्र तादृश अस्ति वा तत्र न दत्तम् किमपि नास्ति अत्र तु किमपि नास्ति चिकित्सितव्यं परन्तु वयम् अचपरस्मिन् पूर्वविधौ इत्यस्य उपादायं लघु एकवर्णः अस्ति चेत् गुणः भवति वा अतो लोपः भवति चेत् इदानीं चिकीर्ष इति ह्रस्वैकारः अस्ति चेत् तत्र गुण चिकीर्ष इति भवति वा इति प्रश्नः यदि वयं तादृशमेव चिन्तनं कृतवन्तः खलु यदा सनन्तविषये अस्मिन् पाठे एव अन्ते आसीत् खलु सनन्तविषये वयं चर्चितवन्तः खलु अतोलोपः भवति चेत् अचः परस्मिन् पूर्वविधौ यस्य हलः तत्र आसीत् खलु अतः तत् प्रश्नः इदानीम् आगतवान् अस्ति एतद् अभवत् अग्रे किम् अस्ति महोदय देविद्या इति अत्र आगच्छेविद्या इति अस्ति देविद्या योग अत्रापि देविद्या इति अस्ति अत्र यस्य हलः इत्यनेन यकारस्य यस्य हलः इत्यनेन यक य शब्दस्य लोपः नास्ति सङ्गात यक या अस्ति तस्य यकारस्य लोपः सङ्गात यकारस्य लोपः अनन्तरम् अतो लोपः अनन्तरं तत्र अचपरस्य पूर्वविद इत्यनेन गुण बाधते अतः भेदितुं भेदितव्यं भेदित इति रूपाणि भवन्ति एतत् स्मरन्ति खलु भगिनी उषा भगिनी अरुणा भगिनी एतद् वयं चर्चितवन्तः खलु अतोलोपः इत्यनेन अकारलोपः अनन्तरं यस्य लोपः यस्य हलः इत्यनेन यस्य हलः अतः अचः परस्मिन् पूर्वविधौ इत्यनेन तद् बाधितं भवति अथवा तत्र गुणः भवति स्म इति भेदितव्यम् इति अनिष्टरूपम् आगच्छति आं भगिनि अग्रिमं महोदय समिध्य इति अत्र ह्यस्व विभाषा इत्यनेन विकल्पेन भवति समिध्य इति तत्र तत्र यत्र लोपः न भवति ह्यस्व विभाषा इत्यनेन तत्र यकारस्य लोपः यत्र न भवति तदा समि अतो लोपः इत्येन इत्येव कार्यं भवति समिधितुम् इति भवति समिधिता समिद्धि क्षम्यता समिद्धितुं समिद्धिता इति तत्र यकारयुक्त भवति तत्र अतो लोपः इति यदि यकारस्य लोपः भवति अत्र तदा किं भवति अत्र विभाष इत्यनेन तत्र यस्य हलः अपि अतो लोपः यकारस्य लोपः अकारस्य लोपः तदा गुणनिषेधः अचपरस्य गुणनिषेधः भवति सत्यं तदेव त्यस्य विभाषा गतपाठे एव वयं त्यस्य विभाषा दृष्टवन्तः अन्तिमसूत्रमासीत् यत्र ये केवलम् अकारलोपः भवति तदा तदा गुणस्य प्रसक्तिः नास्ति किमर्थमिति धकारः अस्ति उपादायां परन्तु यः शब्दः लोपः भवति तदा गुणस्य प्रसक्तिः भवितुमर्हति परन्तु अचपरस्य पुरोहितम् इति कार्यं करोति यस्य हलः अपि च अतो लोपः इत्येव तेषामेव कार्यं भवति खलु सत्यं तदेव अन्तिमसूत्रमासीत् खलु यस्य विभाषा इति सम्यक् तदेव समीचीनम् उषा भगिनी अग्रिमं कृपदातुः परिचितमेव कृपोरोलः आं भगिनि कृप्धातुः कृप्धातुः कल्पिता कल्प्तव्यं कल्पितव्यं कल्प्तुम् इति रूपं परन्तु ऐ थाट् इट् वास् देर् वास् लाट् मोर् टु देट् ओके कृपोरोलः अनु कृप् धातोः रेपस्य लकारादेशः भवति आम् कृपः उः कृपः रः लः ओके कृपः उः ऋकारस्य उः इति ऋकारस्य षष्ठी कृपः उः कृपः रः लः अस्तु सो कल्प्तव्यं कल्प्तव्यम् अपि च कल्पितव्यं कल्प्तुम् अपि च कल्पितुं दट्स् इडागमः वेट् कल्प्ता कल्पिता तदपि इडागमः पुगन्तलघुपदस्य च कर्प कृपोरोलः इत्यनेन लटि इति वदामः चेत् किमर्थम् अत्र णिच् प्रत्ययः णिच् कृपोरोलः इति सूत्रेण आहत्य कृप् धातोः रेपस्य लकारादेशः ओ रेपस्य लक रहलः लकारादेशः कृप् धातोः ऋकारस्य अंशः यः रेफसदृशः तस्य स्थाने लकारसदृश अंश लकारसदृश अंशः भवति सो कृपः उः कृपः रः लः आदेश ओके कृपः उः सो तस्य स्थाने लकारसदृश आदेशः कृपः रः अपि लः ओके अस्तु भगिनि सो कृपः उः लः कुत्र दत्तं कृपः उः लः कृपः उः लः ऋकारस्य भवति तत्र एव प्रसक्तिः भवति क्लृ इति भवति लृ इति भवति खलु क्लृ कृ इति क्लृ इति भवति रेफसकार गुणः नास्ति चेत् अन्यथा तत्र गुणः भवति अर् इति भवति खलु तत्र अल् इति ओके पुगन्तलघु कृप् योगः णिच् इति स्थले उदाहरणम् उदाहरणं कर्पयोगः कर्पयोगः इ कृपोरोलः इत्यनेन रेपस्य स्थाने लकारादेशः सो कल्पयोगः इ कल्पि कल्पि योग शप् अनन्तरं कल्पयति अस्तु सो तत्र इति उक्तं खलु तत्र लिटि तत्र लृ इति भवति गुणः न भवति तत्र अस्तु तत्र आत्मनेपति इति सत्यम् अस्तु भगिनि इति धातु आदेशः समाप्तः कृपोरोलः इत्येव अन्तिमम् आसीत् एतत् सर्वम् अग्रिमपाठे अपि आगच्छति आर्धधातुकप्रकरणम् इति कृत्वा गतपाठे अपि प्रायः आसीत् द्वितीयबिन्दुः इडागमः आम् भगिनि तत्र किम् अस्ति इडागमः प्रथमं तत्र च प्रत्ययप्रसङ्गे प्रमुखसूत्रत्रयम् आर्धधातुकसीड्बलादेः आम् नेड्वशीकृति वयं जानीमः तीतूत्र तसिषु सकार सर कसेषु च त्रीणि सूत्राणि प्रमुखसूत्राणि तिङन्तप्रसङ्गे अस्माभिः दृष्टं यत् त्रिषु येषु त्रिषु एकमेव प्रसक्तम् आददादिकस्य इद्बलादेः किमर्थम् अस्माभिः दृष्टं यत् येषु त्रिषु नेड् वशीकृति ओके कृत् ओ दिस् कृत्यप्रत्ययः तव्यत् तव्यत् इति कृत् प्रत्ययः नास्ति कृत्यप्रत्ययः इति इत्यनेन नेड् वशीकृति प्रसक्तं नास्ति इति वा ति तु आवश्यकता नास्ति खलु नेड् वशी इति केवलं तिङन्तप्रसङ्गे न भवति तिङन्तप्रसङ्गे नास्ति कृत् प्रसङ्गे न अस्ति परन्तु तव्यत् तव्यत् इत्यस्य कृते अस्ति यद्यपि कृत्यप्रत्ययः कृत्यप्रत्ययः इत्यस्य सब्सेट् एव खलु भगिनि नेड् वशीकृति ओके तस्य प्रसङ्गः अस्ति प्रथमद्वयं बिकास् त्रिषु एकमेव प्रसक्तम् इति दत्तं दट्स् वै वास् वाण्टिङ्ग् ओके प्रथमसूत्रद्वयं प्रसक्तं द्वयं प्रथमसूत्रद्वयं प्रसक्तम् इति उपरि पूर्वम् एकमेव प्रथमं दत्तम् आददातिकसेन्बलादेः अनन्तरं कृत्प्रत्ययानां प्रसङ्गे तव्यत्वमुन्द्रचित्यस्य प्रथमसूत्रद्वयं प्रसक्तम् ओके अस्तु आर्धदातुकसेन्बलादेः नेड् वशीकृति द्वयमपि नेड् वशीकृतिद्वयम् लुट्लकारस्य कृते नास्ति नेड् वशीकृति न गतपाठे अग्रिमं लृट् वा लृट् लकारे तत्र लिट् लकार नास्ति खलु पाठं लुट् लुट् लुट् अपि तत्र संस्थिति अस्ति खलु प्रत्ययः तस्मिन् अपि नेड् वशीकृत्य आवश्यकता नास्ति तिङन्तप्रसङ्ग एव अस्तु अग्रिमपाठः कः लृट् लकार लृट् लृट् वा आम् लृट् गतपाठः आसीत् लुट् लुट् तव्यत्तु मुन्त्रिच् लृट् अग्रिमपाठः लृट् तत्र सो लिक् योगः तव्यत् लेखितव्यम् आर्धदातुकसीड्बलादेः ओके पुगन्तलघुपदस्य च अपि अस्ति आम् नेड् वशीकृति ओके लेखितव्यं लिक् योगः तुमुन् लेखितुं लेखितृ लेखिता भवति लेखिता बट् वट् वुड् बि द लेखित्री लेखित्री लेखितृ एव भवति नपुंसकलिक् ओके धातुः अनिट् चेत् तव्यत् तुमुन्त्रिच् इति इडागमरहिताः प्रत्ययाः प्रयोक्तव्याः धातुः अनिट् चेत् यथा अनिट् नियोगः तव्यत् नियोगः नेतव्य नेतुं नेतृ ओके अनिट् अनिट् इत्यनेन इडागमः नास्ति सो अस्तु भगिनि इडागमविशेषः तत्रापि इडागमविशेषः तव्यत्तु मन्त्रिच् इति एते सर्वे तकारादि आतदातुकप्रत्ययः इत्यतः तीश सह लुब ऋषरिषः इति सूत्रेण वा इडागमः भवति ओके ओके सो इश् वेट् सूत्र वा तत् इडागमः भवति स्वर्तिसूतिषु यति रथादिभ्यः निरः कुशः तीश सह लुब ऋषरिषः अस्तु सो इश् धातुः एष्टव्यं एषितव्यं तुमुन् एष्टुं एषितुम् इडागमः अस्ति एष्टा एषिता एषिता तृच् ओके सः सोढव्यम् अपि च सहितव्यं सः हकारः डकारः सोढव्यं सः ओके सोढुम् ओडः सोढुं सहितुं सोढा सहिता अस्तु लुब् ओके लोब्धव्यं लोभितव्यं लोब्धव्यम् ओके लुब् लोब्धव्यं तव्य प्रथमं लुब् लोब् गुणा भवति लोब् धव्यं तकार तकार दकारः जषस्ततोर्दोर्धः लुब् बकार बकार जषस्ति तकारः ध भवति अनन्तरं जलां जषि लोब्धव्यं लोभितव्यं लोब्धुं लोभितं लोब्धा लोभिता रुष् रोष्टव्यम् अस्तु रोषितव्यं रोष्टुं रोषितुं रोष्टा रोषिता अस्तु ऋष् रेष्टव्यं रेषितव्यं रेषितव्यं रेष्टुं रेषितुं रेष्टा रेषिता अस्तु भगि तीशसः लुबरुष ऋषः दिवादिगणे इष् धातुः सः धातुः लुब् ऋष ऋष इत्येतेभ्यः पञ्चभ्यः धातुभ्यः तकारादिआददातुकप्रत्ययः विकल्पेन इडागमः अनन्तरम् ईश सः लुब ऋष ऋषः अङ्गात् इट् वा ति आर्धधातुके वाट् ति तकारादि ति सप्तमी ओ ति सप्तम्यन्तं निमित्त निमित्त सप्तमी ओ तीश तीश खलु कान्स्टण्ट्लि ओके निशः पृष्टवती वा ती पृष्टवती वा इति वा ती सप्तम्यन्तं वा ती आर्धधातुके सो दट् टी इस् वाट् इट्स् नाट् अ धातु वा ती सप्तम्यन्तं हा ति खलु चकारादिप्रत्यये परे चकारादिप्रत्यये ओ मै इत् इत्यस्य सप्तमी विभक्तिः ति भवत् भवति खलु तादृशं बिकास् इट्स् कम्बैण्ड् वित् द धातु इट्स् लिटल् हार्ड् भगिनी तीश सः लुब ऋष ऋषः द ती प्रथम तीश teacher is t oh aadav astu tatra savarna dirghah kalu and e savarna dirgha tisha iti jaka tatra isha iti na vaktavyam asit kalu isha iti katam isha dhatu isha saha rubarisha anga itva ti ardhatu kiti vaktavyam asit anuvati jantam isha iti na तत्र छन्दो छन्दोपग्रः भवति ईश सः लुब ऋष ऋष ऋषति इति अस्ति चेत् वयं तद् किं ति प्रत्ययः योजयित्वा इक्ष्टिपौ धातुनिर्देशः इति चिन्तयामः खलु अतः आदौ समीचीनम् इडागमः द्वितीयबिन्दुः यदा प्रथमवारं पठितवन्तः तत्र भ्रमः आसन् खलु पुनः पुनः तदेव किमर्थम् आगच्छति इति तादृशं नास्ति प्रथमं धात्वादेशः द्वितीयम् इडागमचिन्तनं तृतीयम् अतिदेशविषये चिन्तनं सो दिस् इस् लैक् कान्स्टण्ट् टेम्प्लेट् तद् अग्रिमपाठे अपि पुनः एतत् सर्वम् आगच्छति एव अनन्तरमेव रूपसाधनम् इति आसीत् सो द सूत्रास् वर् रिपीटिङ्ग् प्रायः अरुणा भगिनी वदति वा अतिदेशः धन्यवादः तत्र त्रीणि सामान्य अतिदेशसूत्राणि कस्मात् वदतु भगिनि गाङ्कुटादिभ्यो अतिदेश अधिपदेन अतिदेशसूत्रद्वारा प्रत्ययस्वभावः यथा तस्मात् भिन्नो भवति अनेन गाङ्कुटादिभ्यो विभाषो नोः इत्तः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति येषां त्रयाणामपि कार्यं भवति तव्यतुमन्त्रुच् इति प्रत्ययेषु परेषु तत्र अग्रे अन्यानि विशिष्ट विशिष्ट अतिदेशसूत्राणि नापेक्षितानि. अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययः अवलम्ब्य यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते तत्र सर्वत्र येषां त्रयाणां प्रसक्तिः भवति. अतः अत्र सामान्यसूत्रम् इत्युक्तौ प्रत्ययः अवलम्ब्य न तु धातुल् अवलम्ब्य. ओके, अगाङ्कुटादिभ्यो णि णित् इति वदति. ओके, प्रथमसूत्रम् अगाङ्कुटादिभ्यो णि णित् इङ् धातु स्थाने यः गाङ् धातुः तस्मात् च कुटीय कुटादिगणेभ्यः धातुभ्यः नित् नित् भिन्नप्रत्ययः नित्वत् भवति. कुटादिगणे पञ्चत्रिंशत् धातवः सन्ति. सर्वे धातवः तुदादिगणे सन्ति. कुट आदि आदिः आदेः येषान्ते कुटादयः बहुव्रीहि. गाङ् च कुटा कुटाद्यश्च ते गाङ् कुटाद्याः कुटादयः तेभ्यः कुटादिभ्यः. ञञ् च न च तयोः इतरेतरद्वन्द्वः ननो इतौ यस्य स निन्नित् बहुव्रीहि. न निनित् अनित् द्वन्द्वगर्भबहुव्रीहि. सत्रं स्वयं समाप्तं सम्पूर्णं. काङ्कुटादिभ्यः कष्टमे प्रश्न उदे. ओके, सूत्रं वदति कुटादिगण्यधातुभ्यः विषये च इङ् धातोः स्थाने यत्र गाङ् धातोः विधीयते तत्समये नित् भिन्नप्रत्यय नित् नित्वद् भवति इति तदेव अतिदेशः केवलं अस्मिन्नेव आर्धधातुकप्रकरणे अस्य सूत्रस्य प्रसक्तिः अस्ति. कुटादिगणः इति कश्चन अन्तर्गणः तुदादिगणे भवति. सर्वे कुटादिगणीयधातवः तुदादिगणे एव अस्ति. तत्र तु विकर्णप्रत्ययः श. तत्र सामान्यतया एव गुणनिषेधः भवति. अतः तस्य अस्य सूत्रस्य आवश्यकता तत्र नास्ति. परन्तु अत्र आर्धधातुकप्रकरणे अस्य विकरणप्रत्यये नास्ति. नित्वत् भवति अतः गुणनिषेधः इति. काङ् इङ् धातोः स्थाने एव भवति. अनन्तरं किम् इटि लुङ्गि लृङ्गि एव केवलम् आर्धधातुकप्रक्रियायां धातु आदेशः. सार्वधातुकप्रक्रियायां तु एतद् निष्प्रयोजनम् इति उक्तं. केवलं तत्र सूत्रमेव उक्तम्. अस्य प्रयोजनं किम् इत्युक्ते नित् णित् भिन्नस्थले गाङ्कुटादिभ्यः धातुभ्यः णित्वत् भवति. णित्वत् भवति इत्युक्ते णिति च इत्यनेन गुणनिषेधः. प्रयोजनं किं? गुणनिषेधः एव प्रयोजनम् इति उक्तं. तत् प्रथमसूत्रम्. अनन्तरं भगिनी व्यचेः कुटादित्वं मनसि इति वक्तव्यम्. वार्तिकमस्ति व्यचेः कुटादित्वं मनसि इति वक्तव्यमिति वार्तिकेन व्यच् धातोः कुटादित्वं कृत् प्रत्ययेषु परेषु एव. अतः लुट् लकारे तस्य प्रसक्तिः न आसीत्. किन्तु तव्य तुमुन् तृच् इति त्रिषु कृत्सु प्रत्ययेषु इदं कार्यं भवति. प्रत्ययः निद्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति. ओके, व्यच् धातोः अत्र वार्तिकमस्ति. वचेः कुटादित्व मनसि इति वक्तव्यमिति सूत्रं वार्तिकं वदति. वच् धातु कुटादित्वं कुटादित्वम् इस् कुटादिगण धातवः भगिनि. कुटादित्वम् इत्युक्ते अत्र कुटादिगणे किं किं भवति तदेव अत्रापि तदेव कृत् प्रत्ययेषु परे एव अतः लुट् लकार तस्य प्रसक्तिः नास्ति. ओके, लुट् लकारे इदं कार्तिकं कार्यं न करोति, परन्तु तव्य तुमन्त्रुच् इति तेषु कात्सु प्रत्ययेषु इदं कार्यं भवति. प्रत्ययः अत्र केवलं प्रत्यय नित्वत्वं नित्वत् भवति, अतः सम्प्रसारणं भवति. तावदेव तदेव विचितुं विचिता इति रूपाणि भवन्ति. अनन्तरं तत्र कुटादयः दातवः के इति उक्तम् आसीत्, कुटादिगणे हलन्तदातवः सर्वं. सो यदि आवश्यकम् अग्रिमसप्ताहे अपि एतद् अनुवर्तयामः अथवा अग्रिमपाठं प्रति गच्छामः. एतत् सर्वं यत् पूर्वं वयं पठितवन्तः खलु, धात्वादेशः, इडागमः, अतिदेशः अप्लैस् टु आल् द आर्धधातुक पाठ. किम् अस्मिन् पाठे इव इति एव इति न, केवलं रूप एतस्मात् अग्रं अग्रे किम् अस्ति इत्युक्ते केवलं रूपसाधनमेव. प्रायः ऐ थिङ्क् वि केन् डू लिट् लकार. इदानीं किञ्चित् अवगतं वा स्वरूप आफ् द पाठ? आं भगिनि, अग्रिमसप्ताहे वयम् अग्रिमपाठं प्रति गन्तुं शक्नुमः वा? किं वदन्ति भवन्ति? उषा भगिनि, भगिनि एवं रीत्या एव समापितं. लेट्स् डू दिस् द सेम् थिङ्ग् भगिनि. इफ् यु वाण्ट् रिवैस् वि केन् रिवैस् अदर् yeah, no problem. Same thing will come in the next lesson also. That's okay. We need to be so many times and we have to do this. Dhatuadeshaha, idagamaha, atideshaha. Eta sarvam agrima paateha, paate api bhavati, ilritlakara paate api. Kevalam tatra roop. That was not very difficult. Kalu asmin paate roopa sadhanam nutana sutrani kimapi na asit. The Nutra Sutras was in the beginning only. Tad samapitam. Idaniam tatra etasmat anantram is only Rupa Sadhanam. We have finished the first part. So with this the Dhatuvadesha, Atidesha is complete. Samani Angakaryam Sarvam Idaniam tatra Rupa Sadhanam eva. तदेव अस्ति. भवती पश्यतु, इफ् रिक्वयर्ड् वी विल् डू कम्प्लीट्लि देन् गो टु द नेक्स्ट् लेसन्. परीक्षा तु नास्ति खलु, अस्तु. प्रायः अग्रिमसप्ताहे मिलामः. धन्यवादः. धन्यवादः.